नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. प्रवृत्तमानविषयः अस्ति धातुगणाः सूत्रसहितदृष्टिः इति. गतसप्ताहे वयं भ्वादिगणे इगन्त अङ्गस्य गुणः केन सूत्रेण भवति इति दृष्टवन्तः. अस्मिन् विषये वयं किञ्चित् पुनस्मरणं कुर्मः प्रथमम्, अनन्तरम् उपधायां गुणः इति प्रसङ्गे गच्छामः. केनापि आगतं वा इदानीं नूतनतया? भगिनी राजेन्द्र नमस्ते. भगिनि राजेन्द्रमहोदय, हरिप्रसाद् महोदय, अनन्तरं गीता भगिनी. आं स्वागतं भगिनि. नमस्ते. विजया भगिनि वा? विजया भगिनी किञ्चित् म्यूट् करोति वा? अस्तु. अस्माकम् अष्टाध्यायीसूत्रपाठः इति पुस्तके पेज् नम्बर् 126 इति उद्घाटयतु प्रथमतया. षड्विंशति अधिक एकशतं प्राप्तं वा भगिनी? सूत्रसङ्ख्या अस्ति वा? तत्र एतत्तु सप्तम अध्यायः अस्ति. सप्तम अध्यायस्य तृतीयपादस्य अष्ट क्षम्यतां पञ्च अशीति क्षम्यतां चतुर् अशीति सार्वधातुक आर्धधातुकयोः इति सूत्रं चतुर् अशीति इति 84. अस्तु. अत्र वयम् एतत् सूत्रं गतसप्ताहे कृतवन्तः, अस्य एव पुनस्मरणं प्रथमं कुर्मः. सार्वधातुक आर्धधातुकयोः इति सूत्रस्य नाम अस्ति. सप्तमाध्यायस्य तृतीयपादस्य चतुर् अशीतितमसूत्रम् इति. अत्र प्रथमं माला भगिनी वदति वा कस्यां विभक्त्याम् अस्ति इति एतत् सूत्रम्? भगिनि श्रूयते वा? श्रूयते. अस्तु. सार्वधातुक आर्धधातुकयोः इति षष्ठमी विभक्त्याम् अस्ति. न, पुनः चिन्तयतु भगिनि. षष्टमे अपि यद् भवत्या चिन्तितं तत् सम्यक् एव, परन्तु सूत्रदृष्ट्या चिन्तयतु. प्रत्ययः अस्ति किल, तत्रापि षष्टि एव भवति, तत् समीचीनमेव, परन्तु अस्मिन् सूत्रदृष्ट्या चिन्तयित्वा वदतु. सप्तम्यन्तम् अस्ति. सप्तम्यन्तम् अस्ति. सप्तम्यन्तं वचनं किम्? द्विवचनं. सप्तम्यन्त द्विवचनपदम् अस्ति. कीदृशं सूत्रम् अस्ति भगिनि एतत्? कीदृश नामकरणं भवति वा, किमपि कार्यं भवति वा, सहायकसूत्रम् अस्ति वा, कीदृशसूत्रम्? किमपि कार्यं भवति, यतोहि गुणकार्यं भवति. उत्तमम्. अतः नामकरणम् अथवा किं भवति तत्र, विस्मरामि भगिनि. नास्ति चिन्ता भगिनि. अन्य कोऽपि सहायं करोति वा? राजेन्द्रमहोदय वदति वा? भगिनि चिन्तयामि विधिसूत्रम् आम् सम्यक् विधिसूत्रमेव गुणविधायकसूत्रम् गुणविधायकसूत्रम् अस्ति. अस्तु भगिनी भवती एव वदतु सप्तमी इत्युक्ते किं भवति? सप्तमी इत्युक्ते पूर्वकार्यम्. उत्तमं. परे सप्तमी अस्ति चेत् पूर्वं कार्यं भवति. कीदृशं कार्यम् अत्र? अत्र गुणकार्यमस्ति. गुणः गुणः आदेशः गुणादेशः इति वदामः. कार्यं तु गुणादेशः इति भवति. उत्तमं भगिनि धन्यवादः. सुमित्रा भगिनि. आं भगिनि. आम् अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रे सार्वधातुकः इत्युक्ते किम्? एकनिमिषं भगिनि अहं सूत्रम् एकवारम् उद्घाटयामि. आम् नास्ति चिन्ता. क्षम्यताम् अन्य कोऽपि मध्ये आगतवान्? आम् आम् उद्घाटयतु. अन्य कोऽपि मध्ये आगतवन्तः वा गीता भगिन्याः अनन्तरम्? भगिनी अत्र विजया अस्मि. आम् भवत्याः नाम मम पार्श्वे अस्ति भगिनि. नाम उमा. आम् स्वागतं भगिनि. आम् प्राप्तं वा भगिनि? आम् भगिनि पुनः प्रश्नः एकवारं. सार्वधातुकः इत्युक्ते किम्? सार्वधातुकः इति धातुगणः न प्रश्नः न अवगच्छति. आम् अन्य कोऽपि अवगच्छति वा प्रश्नस्य उत्तरं दातुं शक्नोति वा? वदतु महोदय. प्रत्ययस्य संज्ञा अस्ति तिंशित् सार्वधातुकम् अनेन सूत्रेण तिङ् प्रत्ययस्य वा षित् प्रत्ययस्य सार्वधातुकम् इति संज्ञा. उत्तमं. तिंशित् सार्वधातुकम् इति सूत्रं कीदृशसूत्रं महोदय? आं तिंशित् सार्वधातुकं कीदृशसूत्रमस्ति? तत् संज्ञासूत्रमस्ति. संज्ञासूत्रम् उत्तमं. धन्यवादः महोदय. सुमित्रा भगिनी इदानीम् अवगतं वा? आं भगिनि अवगच्छति. यः प्रत्ययः तिङ् वा षित् वा सः सार्वधातुकः. अस्तु भगिनि अवगच्छति. अत्र तिङ् इत्युक्ते किं भगिनि? तिङ् इति प्रत्ययः. तिङ् इति प्रत्ययः वयं किमपि तिङ् प्रत्ययः वदतु भगिनि यद्वयं जानीमः. अष्टादश तिङ् प्रत्ययाः सन्ति. अन्य कोऽपि वदति वा? आत्मनेपथि आत्मनेपथि परस्मैपथि इति युक्ते अष्टादश तिङ् प्रत्ययः सन्ति. उत्तमम्. एकः तिङ् प्रत्ययः वदतु भगिनि. अन्य कोऽपि जानाति चेत् वदतु कृपया. उत्तमं. सर्वे ते तु क्रियापदानि अस्ति परन्तु तस्य प्रत्ययः ति तिङ् पठति इति ति तिङ् प्रत्ययस्य एकम् उदाहरणम् अस्ति. अस्तु विद्या भगिनी भवती वदति वा षित् इत्युक्ते किम् इति? षित् इत्युक्ते एतत् सर्वं एकविंशतिः नामकरणं तत्र संज्ञा सर्वं न भगिनि न पुनः चिन्तयतु, तत्तु सुबन्तपदमस्ति. अहं मम प्रश्नः अस्ति षित् तिङ्षित् सार्वधातुकम् इति सूत्रमस्ति. तत्र तिङ् इत्युक्ते अष्टादश त्रिङ् प्रत्ययाः इति इदानीम् उक्तवन्तः. षित् इत्युक्ते किम्? अहं वदामि किम्? आं वदतु भगिनि. शप् इति प्रत्ययः विकरणप्रत्ययः स्वीकुर्मश्चेत् श इति आदौ यद् अस्ति तस्य लोपः भवति, तर्हि यस्य वर्णस्य लोपः भवति अत्र शकारस्य लोपः भवति, अतः षित् इति वदामः. उत्तमम् उत्तमम् अति उत्तमम्. शकारस्य इत् यस्य सः षित् बहुव्रीहि समासः अस्ति अत्र. शकारस्य इत् यस्य सः उत्तमं भगिनि. अनन्तरं रघुपति आचार्यमहोदय, आर्धधातुकः इत्युक्ते किम् इति वदति वा? तत्र भागद्वयमस्ति एतत् सूत्रे, सार्वधातुक आर्धधातुकयोः इति. वयं सार्वधातुकः इति भागं दृष्टवन्तः, आर्धधातुकः इत्युक्ते किम्? न जानामि, परन्तु नास्ति चिन्ता भगिनी. तदेव महोदय, सम्यक् तदेव. किमपि अन्य नास्ति, तदेव उत्तरमस्ति. तिङ् वा षित् वा नास्ति चेत् सः आर्धधातुकः. आर्धधातुकं शेषः इति सूत्रेण यत् तिङ् नास्ति षित् नास्ति तद् आर्धधातुकः. तदेव तदेव उत्तरम्. उत्तमम्. राजेन्द्रमहोदय, तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रे गुणः इत्यस्य अनुवृत्तिः कुतः आगतः महोदय? गुणः इति मिदेर्गुणः ततः गुणः अनुवृत्तिः आगच्छति. उत्तमं महोदय, उत्तमं. मिदेर्गुणः इति पूर्वस्मात् सूत्रात् गुणः इति अनुवृत्तिः अत्र आगच्छति. किमर्थम् इत्युक्ते सार्वधातुक आर्धधातुकयोः इत्यनेन एव कार्यं न भवति, गुणकार्यं गुणः इति पदस्य आवश्यकता अस्ति, अतः गुणः इति अनुवृत्तिरूपेण आगच्छति. कस्यां विभक्त्याम् अस्ति महोदय गुणः इति पदम्? चिन्तयामि षष्ठीविभक्ति न गुणः इति. एकः तु षष्ठीविभक्ति अस्ति, गुणः प्रथमा. आम् आं महोदय वदतु. आं प्रथमा विभक्ति इत्युक्ते कार्यं किम्? कार्यम् नामकरणम् आदेशः अपि च नामकरणम्. अस्मिन् प्रसङ्गे तु आदेशः. उत्तमम्, आदेशः उत्तमं. धन्यवादः महोदय. अनन्तरं अमित्राव् महोदय. आम्, कस्मिन् अधिकारे अस्ति एतत् सूत्रम्? सार्वधातुक आर्धधातुकयोः इति सूत्रं कस्मिन् अधिकारे अस्ति? प्रत्ययश्च इति अधिकारे अस्ति मन्ये. न, अनुवृत्तिसहितसूत्रं पश्यतु महोदय. क्षम्यताम्, अङ्गस्य अङ्गस्य इति अधिकारे अस्ति एतत् सूत्रम्. अङ्गस्य इति अधिकारः षष्टमाध्यायस्य चतुर्थपादस्य प्रथमसूत्रमस्ति. अस्य सूत्रस्य इत्युक्ते अस्य अधिकारस्य प्रसक्तिः सप्तम अध्यायस्य अस्य अन्तपर्यन्तं गच्छति. एतत्तु बहु मुख्य अधिकारसूत्रमस्ति अङ्गस्य इति. बहुत्र एतद् आगच्छति. अस्माकं कृते यदा वयं क्रियापदस्य निर्माणं कुर्मः तत्र एतद् अङ्गस्य इति अधिकारः बहु मुख्यमस्ति. अतः सर्वदा स्मर्तव्यम् अस्ति यत् षष्ठ अध्यायस्य चतुर्थपादस्य प्रथमसूत्रात् एतत् सूत्रम् एतत् अधिकारः आरम्भं भवति. सप्तम अध्यायस्य अन्तपर्यन्तम् एतत् सूत्रं गच्छति. यदा वयं नूतनसूत्राणि वा नूतन अधिकारसूत्राणि वा वर्गे पश्यामः कृपया हैलैट् कुर्वन्तु. एतत् बहु मुख्यमस्ति. अतः एतत् सर्वे कृपया हैलैट् कुर्वन्तु. अस्तु आम् भगिनि, एकः प्रश्नः. अङ्गस्य इत्युक्ते किञ्चित् वदति वा? अहं वदामि, इदानीमेव वदामि भगिनि. अङ्गस्य इत्युक्ते किम् इति वदामि. आम् रामनाथन् महोदय, भवतः प्रश्नः. ओके, अस्तु अस्तु. वयं तु यदा वयं उदाहरणरूपेण भूयोगः शप् योगः ति इति स्वीकृतवन्तः गतसप्ताहे. तत्र भागत्रयम् अस्ति. भू इति धातुः, शप् इति विकरणप्रत्ययः, ति इति तिङ्प्रत्ययः. अत्र शप् इति विकर्णप्रत्ययः निमित्तीकृत्य भू इति अङ्गम् इति वदामः. धातुः अपि अस्ति, अङ्गम् अपि अस्ति इति वदामः. प्रथमं तत्तु प्रथमसोपानम् अस्ति. इदानीं शप् तु अद इत्संज्ञा भूत्वा अकारः एव अवशिष्यते. भूयोगः अयोगः ति इति भवति. अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति. गुणः भूत्वा भव इति भू भो भवति. अनन्तरं भू भो योगः अ एचो यवायावः इति सूत्रेण अवादेशः भूत्वा भव इति भवति. भव योगः ति. अत्र तिङ् निमित्तीकृत्य अङ्गं किम् इत्युक्ते भव इति अङ्गम्. अतः अङ्गम् इति इत्युक्ते प्रत्ययात् पूर्वं यत्किमपि अस्ति तत् अङ्गम्. अतः शब् इति प्रथमम् अस्ति. अतः शप् निमित्तीकृत्य अङ्गम् अस्ति भू. यदा कार्यं भूत्वा सन्धिकार्यं भूत्वा भव इति भवति, तत्र भव योगः ति. तिङ् प्रत्ययनिमित्तीकृत्य अङ्गं तु भव इति भवति. अवगतं वा माला भगिनी? अवगतं. परन्तु सर्वत्र एतदेव भवति महोदय. यत्र प्रत्ययः अस्ति, प्रत्ययात् पूर्वं यत्किमपि अस्ति तद् अङ्गम् अस्ति. अस्माकं करपत्रे अन्तिमं जी इति धातुः अस्ति किल, तत्र अपि पश्यतु. तत्र जी योगः शप् योगः ति इति अस्ति. शप् निमित्तीकृत्य जी अङ्गम्. अनन्तरं यदा गुणकार्यं सन्धिकार्यं सर्वं भूत्वा जय योगः ति इति आगच्छति. ति निमित्तीकृत्य जय इति अङ्गम्. अवगतं वा? पुनः वयं कुर्मः अद्यापि. आम् आं भगिनि, अद्य तु द्वितीयकरपत्रं कुर्मः. प्रथमम् इदानीं प्रथमकरपत्रस्य पुनस्मरणं कुर्वन्तः आसम्. प्राप्तं वा प्रथमकरपत्रं? प्रथमं द्वितीयं द्वयमपि भगिनि, 2A मध्ये प्रथमं द्वितीयम्. टु केपिटल् ए. अस्तु गीता भगिनी भवती आसीत् वा गतसप्ताहे यदा एतत् पाठम् एतत् पाठम् अभवत् भवती आसीत् वा आसीत् परन्तु न पठितवती अस्तु उमा भगिनी भवती आसीत् वा रामनाथन् महोदय भवान् आसीत् वा न इति चिन्तयामि ओ अस्तु अस्तु प्रिया भगिनी भवती आसीत् वा गतसप्ताहे आं भगिनि आम् अस्तु इदानीम् एतद् अत्र इकः अङ्ग एतत् गुणवृत्तिसहितसूत्रं स्वीकरोतु भगिनी सार्वधातुक आर्धधातुकयोः इति सूत्रस्य पठति न न अत्र अनुवृत्तिसहितसूत्रम् एव पठतु अन्तिमे बोल्ड् लेटर्स् मध्ये अस्ति किल तदेव पठतु एकवारम् अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः अस्तु अत्र इकः इति भागं कुतः आगतं भगिनि इको गुणवृत्तिसूत्रात् आगतं भगिनि इको गुणवृत्तिसूत्रं कुत्र अस्ति प्रथम अध्याये प्रथमपादे तृतीयसूत्रमस्ति तृतीयसूत्रम् उत्तमम् इकः इत्युक्ते किं भगिनि इकः इत्युक्ते तत् प्रत्याहारः अस्ति तस्मिन् प्रथमा विभक्तिः अस्ति सोरि षष्टिविभक्तिः अस्ति प्रत्याहारे वर्णः के के वर्णः ह्रस्व इ दीर्घ इ ह्रस्व उ दीर्घ उ ऋकारः ऋकारः दीर्घ ऋकारः अनन्तरं लकारः अपि उत्तमं कीदृशसूत्रमस्ति इको गुणवृद्धि इति तत् परिभाषासूत्रमस्ति इति मन्ये परिभाषासूत्रम् आं परिभाषासूत्रमेव सहायकरूपेण आगच्छति अस्तु अत्र यदा इकारः उकारः ऋकारः लकारः इति इक् वर्णः इक् प्रत्याहारे अस्ति तत्र अष्टादशस्य अपि ग्रहणं भवति परन्तु अस्माकं कार्यं तु ह्रस्वदीर्घस्य विषये एव अवगतं वा तत्र यदा वयं पूर्वं पठितवन्तः अकारः इत्युक्ते अष्टादश दशस्य अपि ओ ओ अस्तु अत्र अष्टादशस्य ग्रहणम् इति चिन्तयामि अहं वदामि तदपि अस्माकं कृते तु ह्रस्वदीर्घस्य एव कार्यम् अस्ति गुणकार्यं तदहं स्पष्टीकरोमि एकवारम् अस्तु अत्र आम् अहं वयं कुर्मः महोदय सोपानेन प्रथमं तत् सूत्रस्य अनुवृत्तिसहितसूत्रं किं वदति इति पश्यामः अनन्तरम् अहं पूर्णतया सूत्रस्य अर्थमपि वदामि धन्यवादः अस्तु अत्र इकः इति पदम् अस्ति तत् इको गुणवृद्धि इति सूत्रात् आगच्छति किमर्थम् इकः इति तस्मात् आगच्छति इति यस्य स्थाने गुणादेशः भवति इति अत्र न स्पष्टीकृतं यस् सार्वधातुक आर्धधातुकयोः गुणः इत्येव दत्तम् अस्ति चेत् वयं न जानीमः कुत्र गुणादेशः भवति इति अतः तत्र इक् वर्णस्य गुणादेशः इति स्वीकरणीयम् अनेन सूत्रेण इको गुणवृत्ति इति सूत्रेण इक् वर्णस्य गुणः भवति इति स्वीकरणीयम् इति कारणात् इको गुणवृद्धि इति सूत्रेण तत्र एतद् आगतम्, इकः इति पदम् अनुवृत्तिरूपेण आगतम्। अस्तु, अनन्तरं रमाबाई भगिनी भवती आसीत् वा गतसप्ताहे? ओ अस्तु, अजितमहोदय आम् प्रश्नः आम् वदतु महोदय। अत्र इकः गुणः इति यत् उक्तम् अस्ति, सः भू तस्य परिवर्तनं भो इति अभवत् इति सः एव दर्शयति किल? आम्, सः एव दर्शयति। यदा सार्वधातुक आर्धधातुकयोः गुणः इत्येव दत्तम् अस्ति चेत् वयं न जानीमः कस्य गुणं करणीयम् इति। भू इति धातुः अस्ति, सार्वधातुक आर्धधातुकयोः गुणः इति दत्तम् अस्ति, परन्तु कुत्र गुणः भवति इति वयं न जानीमः। तत्र इकः, इको गुणवृत्ति इति सूत्रेण इकः इति पदं अस्माकं सूचयति यत् इक् वर्णस्य गुणः भवतु इति। तस्मिन् सूत्रात् एव, तस्मिन् अनुवृत्त्यात् एव वयं जानीमः, तस्मिन् सूत्रात् न, तद् इकः इति पदस्य अनुवृत्त्यात् वयं जानीमः। एतत् परिभाषासूत्रमस्ति, सहायं करोति इकः वर्णस्य गुणः भवति इति। अस्तु भगिनी, तत्र इको गुणवृत्ति इति उक्तवती, इकः गुणः इति परिभाषा इति उक्तवती किल? इकः, इको गुणवृद्धि इति सूत्रमेव परिभाषासूत्रम्। अस्तु, तत्र वृद्धिः इत्युक्ते वृद्धिकार्यम् अपि अस्ति, तदपि कुत्र भवति, वृद्धिकार्यं कुत्र भवति इति वयं न जानीमः, अतः इकः वर्णस्य एव वृद्धिकार्यं भवति, इकः वर्णस्य एव गुणकार्यम्। अस्माकं कृते तु इदानीं गुणकार्यस्य एव प्रसङ्गः, अतः वयम् इकः गुणः इति वयम् इदानीम् अस्माकं कृते वृद्धिः इति यदा निच् प्रत्ययः वा अन्य कोऽपि तस्मिन् समये वृद्धिकार्यं भवति। अस्तु, तदपि एकं कार्यं गुणः, सामान्यगुणः यदा भवति वृद्धिः अपि एकं कार्यमस्ति, भिन्नकार्यमस्ति। अस्तु अस्तु, नमस्ते भगिनि, अजितमस्मि। आम् आम्, भवान् आसीत् वा गतसप्ताहे? आम् अहम्। आम् अस्तु अस्तु, इदानीम् एतत् अनुवृत्तिसहितसूत्रमस्ति किल, तत् स्वीकरोतु महोदय। इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः इति सूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति। तत्र एकम् एकं पदं स्वीकृत्य कस्यां विभक्त्याम् अस्ति इति वदतु महोदय। करपत्रे अस्ति वा अथवा? करपत्रे अस्ति, करपत्रे सार्वधातुकार्धधातुकयोः इति सूत्रमस्ति किल, तत्र अधोभागे बोल्ड् मध्ये अस्ति। अनुवृत्तिसहितसूत्रमस्ति, इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति। तत्र सार्वधातुक आर्धधातुकयोः एकसूत्रमस्ति, तत्र तस्य सूत्रस्य अर्थमस्ति सार्वधातुकस्य न न महोदय, केवलं विभक्ति एव वदतु, सार्वधातुक अर्धः अनुवृत्ति इकः षष्टि विभक्ति, अङ्गस्य षष्टि विभक्ति, गुणः प्रथमा विभक्ति, सार्वधातुक अर्धधातुकयोः षष्टि विभक्ति न, षष्टि नास्ति, षष्टि एकनिमिषं, षष्टि अथवा सार्वधातुक अर्धधातुकयोः आम् सप्तमी एव वदतु महोदय. आम् सप्तमी द्विवचनं बहुवचनं द्विवचनं सप्तमं द्विवचनं अस्तु. अजितमहोदय षष्टी इत्युक्ते किम् इति वदति वा एकवारं? षष्टी इत्युक्ते स्थाने. अस्तु स्थाने इति इकः स्थाने यत् कार्यं भवति अत्र किं कार्यं महोदय? अत्र गुणः कार्यं गुणः गुणकार्यं गुणकार्यं भवति अतः इकः स्थाने इति भवति. गुणः इति प्रथमा विभक्ति किं सूचयति? अस्ति वा महोदय? आम् आम् एकनिमिषम् अहं किञ्चित् तत्र मम सन्देहः अस्ति तदेव कारणे अहं चिन्तयामि. एकनिमिषम् अन्य कोऽपि सहायं करोति वा भगिनी? अहं वदामि वा भगिनी? प्रथमविभक्ति संज्ञा एव नामकरणम् गुणः इति अस्मिन् प्रसङ्गे यदा स्थाने अस्ति अतः किं भवति स्थाने? स्थाने कार्यं कार्यं भवति किल आदेशः एव स्थान्यां भवति अतः आदेशः गुणः इति आदेशः. अस्तु इदानीं सार्वधातुक आर्धधातुकयोः इति भवान् उक्तवान् सप्तमी द्विवचने अस्ति इति इत्युक्ते किम्? इत्युक्ते सप्तमी पूर्वकार्यं तद् निमित्तम् अस्ति अपि अस्ति. सार्वधातुक आर्धधातुकयोः इति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः परे अस्ति चेत् अस्माकं निमित्तम् अस्ति सार्वधातुक आर्धधातुकप्रत्ययः तत् परे अस्ति चेत् इकः स्थाने गुणादेशः भवति इति सूत्रं वदति. सूत्रस्य पूर्णार्थः तदेव अस्ति. उत्तमम्. माला भगिनी अत्र इकः अङ्गस्य इकः अपि षष्टि अङ्गस्य अपि षष्टि षष्टिविभक्त्याम् अस्ति अतः किं किं विशेषणं किं विशेष्यम् माला भगिनी? म्यूट् मध्ये अस्ति भगिनि. क्षम्यतां भगिनि. इकः अङ्गस्य तर्हि इकः विशेषणम् अङ्गस्य विशेष्यम्. उत्तमम्. अत्र एकं परिभाषासूत्रमस्ति येन विद्युस्तदन्तस्य अस्य अर्थम् अवगतवती वा वदति वा किम् इति? येन विद्युस्तदन्तस्य इति दत्तमस्ति किल तत्र यदा सार्वधातुक इत्युक्ते इक् वर्णस्य गुणकार्यं भवति इति भवति इति वदति तत्तु सूत्रमेव वदति. इकः अन्ते अस्ति चेत् तस्य गुणकार्यं भवति. अस्तु अत्र विशेषणविशेष्यभावः अस्ति इकः अङ्गस्य इति द्वयोः पदयोः अस्ति किल तत्र समानविभक्तिकत्वम् अस्ति. इत्युक्ते इकः इति अपि षष्टि, अङ्गस्य इति अपि षष्टि, एकार्थबोधकत्वं समान समानाधिकरण्यम् इति वदामः. यदा कर्मधारयसमासविषये वयं वदामः तत्र समानविभक्तिकत्वम् एकार्थबोधकत्वम् अस्ति चेत् समानाधिकरण्यम् इति वदामः. यदा वयं सुन्दरः बालकः इति स्वीकुर्मः चेत् सुन्दरः इत्युक्ते बालकः, एकार्थबोधकत्वं सुन्दरबालकः इति समस्तपदम् आगच्छति तत्र. तादृशमेव अत्र इकः अङ्गस्य, तत्र तु समानविभक्तिकत्वम् अस्ति परन्तु एकार्थबोधकत्वं नास्ति. तद् न इष्यते पाणिनिना. एकार्थ इकः इत्युक्ते अङ्गम् इति सः न इष्यति अत्र. परन्तु तत्र समानाधिकरण्यम् अस्ति. कथम् एतत् सूत्रस्य अवगमनम्, येन विधिस्तदन्तस्य इति सूत्रस्य अवगमनं बहु मुख्यम् अस्ति. ये तु बहुत्र आगच्छति, बहुषु सूत्रेषु आगच्छति. अस्माकं कृते अस्मिन् सूत्रे गुणः एव कार्यं. परन्तु अग्रिम वयं यदा अन्यसूत्राणि द्रक्ष्यामः तत्र अन्यकार्याणि अपि भवति. अत्रापि येन विधिस्तदन्तस्य इति परिभाषासूत्रम् आगत्य सहायं करोति. अतः एतत् सूत्रस्य अवगमनं बहु मुख्यं. तत्र एतत् येन इति पदम् येन येन विशेषणेन इति अवगन्तव्यम्. इत्युक्ते अत्र इकः इति विशेषणमस्ति, येन इक् वर्णेन इति अवगन्तव्यमस्ति. विधिः इति वयं जानीमः. विधिः इत्युक्ते यदपि कार्यं, गुणः इति अस्माकं कृते अस्मिन् प्रसङ्गे गुणः किमपि प्रक्रिया, तद् विधिः इति अस्ति. तत्र तदन्तस्य इति अपि पदमस्ति. तद् तत् इत्युक्ते विशेषणं. विशेषणं यस्य अन्ते सः शब्दः तदन्तः, तस्यापि द्योतयति एतत् तदन्तस्य इति पदम्. अनन्तरं स्वस्य रूपस्य अपि, विशेषणस्य स्वस्य रूपस्य अपि एतत् ग्रहणं भवति इति एतत् पदं वदति. अस्य अत्र बिन्दुः द्वयमस्ति. इत्युक्ते यदा भूयोगः शप् योगः ति इति अस्ति चेत् तत्र अहम् उक्तवती शप् इति निमित्तीकृत्य भू इति अङ्गम् इति. अस्माकं कृते तु इक् वर्णस्य गुणः भवति इति वयं सूत्रात् अवगच्छामः. येन विधिस्तदन्तस्य इति सूत्रम् आगत्य वदति यस्य अङ्गम्, अङ्गस्य अन्ते इक् वर्णः अस्ति तत्र पूर्णतया स्वीकरोतु इति. इत्युक्ते किं, यदा शप् इति विकर्णप्रत्ययं निमित्तीकृत्य भू इति अङ्गं, तस्य पूर्णतया स्वीकरणीयम् अस्तु. अन्यस्मिन् स्थले यदा इकारः वा उकारः वा ऋकारः वा इत्येव धातुः अस्ति चेत् स्वस्य च रूपस्य, तदपि तस्मिन् प्रसङ्गे तदपि स्वीकरणीयम् इति एतत् सूत्रं वदति. अहम् एकवारं तस्य विवरणं पुनः ददामि, सम्यक्तया अवगच्छन्तु. तादृशम् अङ्गं यत् इक् अस्ति, न केवलं तादृशाङ्गं यत् इक् अस्ति अपि तु यस्य अन्ते इक् अस्ति इति एतत् सूत्रं वदति. यदा कस्मिन्नपि सूत्रे विशेषणं विशेषणविशेष्यभावः अस्ति चेत् अपि तु विधिः भवति. विधिः इत्युक्ते अस्मिन् प्रसङ्गे गुणकार्यं तद् भवति चेत् सः विधिः तस्य विशेषणस्य स्वस्य रूपस्य अपि भवति. तदेव न तद्विशेषणं यस्य शब्दस्य अन्ते अस्ति तादृशं शब्दं स्वीकृत्यापि भवति इति एतत् सूत्रं वदति. येन विधिस्तदन्तस्य इति सूत्रं वदति. अवगतं वा? अस्तु, एतत् प्रथमपरिभाषा द्वितीयपरिभाषासूत्रं सार्वधातुक आर्धधातुकयोः इति सूत्रे. इतोपि एकं परिभाषासूत्रम् अस्ति तत्र अलोन्त्यस्य. अमित्राव् महोदय वदति वा? अलोन्तस्य इत्युक्ते अत्र अलः अन्त्यस्य इति अलः प्रथमविभक्ति अन्तस्य इति विषयसप्तमी. गुणकार्यं अन्त्यस्य भूधातोः गुणः गुणादेशः भवति वयं जानीमः, परन्तु अत्र तु एकमेव इक् अस्ति. यदा अनेक इक् अस्ति चेत् सर्वत्र गुणः भवति वा कुत्र भवति इति अस्मिन् सूत्रे स्पष्टं भवति. केवलं अन्तस्य अलः गुणः भवति इति. तदेव आम्, अन्त्यस्य अलः एव गुणः भवति. तु भ्रमः नास्ति, परन्तु अन्य अङ्गस्य अनेक इक अस्य अस्ति चेत् सन्ति चेत् केवलं अन्तस्य अलः अल कार्यं भवति इति. अस्तु, अत्र यदा वयं येन विधिस्तदन्तस्य सूत्रेण भू इति अङ्गं पूर्णतया स्वीकृतवन्तः इदानीम् इकः अङ्गस्य इति भागेन वयं पूर्णतया भू इति अङ्गस्य अङ्गं स्वीकृतवन्तः. अनन्तरम् इदानीं यदा गुणः इति भवति चेत् कुत्र भवति इति प्रश्नः उदेति. भू इति पूर्णतया अङ्गस्य गुणः भवति वा उकारस्य एव गुणः भवति वा इति प्रश्नस्य उत्तरम् अलोन्त्यस्य इति सूत्रं ददाति. षष्टिविभक्त्या निर्दिष्टस्य शब्दस्य उक्तः आदेशः कुत्र भवति? अन्तिमवर्णस्य एव भवति. यद्यपि भू इति अङ्गं वयं पूर्णतया स्वीकृतवन्तः चेदपि तत्र गुणादेशः अन्तिम ऊकारस्य एव भवति. उकारस्य ओकारः भवति, भो इति भवति. पूर्णतया भू इति स्थाने न भवति, उकारस्य स्थाने एव भवति इति अलोन्त्यस्य सूत्रं वदति. अलोन्त्यस्य सूत्रमपि बहु मुख्यसूत्रम् अस्ति, तदपि बहुत्र आगच्छति. एतत् सामान्यसूत्रं, सामान्यसूत्रस्य औत्सर्गिकसूत्रम् इति वदामः. इत्युक्ते तत्तु तस्य अपवादः बहु अस्ति इति अर्थमस्ति. सामान्यसूत्रं डिफाल्ट् इति वदामः अलोन्त्यस्य इति सूत्रम्. अवगतं वा भगिनी? अत्र मम एकः सन्देहः, अलोन्तस्य अपि च येन विधि तदन्तस्य द्वयोः मध्ये भेदः कः तदन्तस्य अपि वदति अन्तस्य अलोन्तस्यापि अन्तस्य. तत्र अलोन्त्यस्य प्रथमम् अहं स्पष्टीकरोमि. अलोन्त्यस्य कस्य स्थाने आदेशः भवति इति अलोन्त्यस्य वदति. स्थाने, स्थानस्य विषये अलोन्त्यस्य. येन विधिस्तदन्तस्य विधिः, येन विधिः भवति. विशेषविशेष्यभावः अस्ति इकः अङ्गस्य इति द्वयोः पदयोः कस्य ग्रहणं भवति विधि. इकः अङ्गस्य इत्युक्ते इक् एव वा अङ्गस्य स्वीकरणं कथं भवति इति येन विधिस्तदन्तस्य वदति अलौङ्क्यस्य स्थानविषये वदति कुत्र आदेशः भवति आम् अस्तु चिन्ता अस्तु एतत् स्पष्टं वा इदानीम् एतत् सूत्र अतः सारधातुक आर्धधातुकयोः इति सूत्रं गुणविधायकसूत्रम् अस्ति तत्र परिभाषात्रयं वयं दृष्टवन्तः इको गुणवृत्ति येन विधिस्तदन्तस्य अलोन्त्यस्य इति परिभाषात्रयम् अस्ति सूत्रं वदति यत् यदा सार्वधातुक आर्धधातुकप्रत्ययः परे अस्ति चेत् इकः वर्णस्य गुणः भवति इति वदति एतत् सूत्रम् अस्माकं करपत्रे अधोभागे यदा जी इति अस्ति किल भुआदिगणे यत्र इगन्तधातुः तत्र तत्र एतादृशक्रमः इति अन्तिमबिन्दु तत् स्वीकरोतु कृपया सुमित्रा भगिनी तत् पठति वा एकवारम् आं भगिनि भ्वादिगणे यत्र यत्र इगन्तधातुः तत्र तत्र एतादृशः क्रमः यत यथा जि जये इति धातुः प्रथमं जि योगः शप् योगः ति इति लशक्व तद्दिथे हलन्त्यं तस्य लोपः इत्यनेन पकारः अपगच्छति षकारः अपि लशक्वक तद्दिते इत्यनेन हलन्त्यम् इत्यनेन पकारः गच्छति तस्य लोपः इति कारणात् अतः अकारः एव अवशिष्यते अतः जि योगः अ योगः ति तिङ्क्षित् सार्वधातुकं सार्वधातुक आर्धधातुकयोः इति उक्त्वा भगिनी किञ्चित् सहायं करोतु तत्र कथं वक्तव्यम् इति किञ्चित् सार्वधातुकम् इति सूत्रं किं करोति इति प्रथमं वदतु भगिनि सार्वधातुकम् इत्युक्ते तिङ् च षित् प्रत्ययः इति सूचयति अत्र तिङ् अस्ति वा आं तिङ् अस्ति ति इति तिङ् प्रत्ययः अस्ति षित् अपि अस्ति किल अपि अस्ति आम् आं सत्यम् अतः अतः किं संज्ञा भवति इदानीं सार्वधातुक अर्धधातुकयोः सार्वधातुकः इति संज्ञा प्रथमं भवति अनन्तरं सार्वधातुक अर्धधातुकयोः इति सूत्रेण किं कार्यं भवति गुणकार्यं गुणतः अङ्गस्य एकः अङ्गस्य गुणः उत्तमम् उत्तमम् एकः अङ्गस्य गुणः उत्तमम् अस्तु अतः जे योगः अयोगः ति इति एच अयवायवः इत्यनेन ऐ आदेशः उत्तमं जयति इति तिङन्तपदं निष्पन्नम् इदानीं उत्तमम् एतदेव भवति अत्र जि इति इगन्त अङ्गस्य जे इति सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति उत्तमम् अस्तु रामनाथन् महोदय इदानीम् अत्र धातुत्रयं दत्तमस्ति अत्र द्वितीयधातुः अस्ति क्षी इति क्षी क्षये इति अस्ति किल तद् एतदेव क्रमेण धातुपद क्रियापदं निर्मातु महोदय कृपया क्षीयोगः प्रथमसोपानम् अग्रे सु गतौ क्षी क्षये आम् क्षी एव धातुः स्वीकरोतु क्षये इति तस्य अर्थमस्ति क्षी इति धातुः शि योगे शप् योगे ति शि योगे शप् शप् इति रूपं हलन्त्यम् इति रूपेण पकारं तिष्ठति पकारं त्यजति लशक्यशब्दे आदौ शकारं एव त्यजति अकारमेव तिष्ठति हि योगे अकारयोगे ति इति रूपं किञ्चित् सार्वधातुकं सार्वधातुक आर्धधातुकयोः इति सूत्रेण षि इति रूपं षे इति षे योगे अकारयोगे तिका ति इति रूपं येचो अवायव अवयवः इति यवायावः इति रूपेण योगे अययोगे अकारयोगे ति अन्तिमरूपं शययति शयति एव शयति इति रूपं शयति इति रूपं साधु एव इदानीं भवान् एव भवान् एव वदतु अत्र शप् निमित्तीकृत्य किम् अङ्गम् उत्तमं यदा ति निमित्तीकृत्य अङ्गं किम् चतुर्थसोपानम् आगच्छन्तु महोदय क्षय इति अङ्गम् अवगतं किल आम् अवगतं किल उत्तमम् अस्तु इदानीम् अस्माकम् अद्यतनविषयः प्रति गच्छामः उपादायां गुणः सूत्रसहितदृष्टिः इति करपत्रम् अस्तु एतत् पाठं स्पष्टमस्ति वा पूर्वतनपाठं बहिनी एकवारं शयति विवरणं अस्तु अस्तु आम् तत्र क्षीयोगः शप् योगः ति इति अस्ति तत्र चकारपकारयोः प्रथमम् इत्संज्ञा केन सूत्रेण इति वदति वा लशक्वतदिते लशक्वतदिते हलन्त्यम् इति सूत्रेण चकारपकारयोः इत्संज्ञा तस्य लोपः इति सूत्रेण लोपः भवति क्षीयोगः अयोगः ति इति इदानीं द्वितीयसोपानमस्ति तत्र ति इति तिङ्क्षित् सार्वधातुकं शकारः षित् अस्ति अतः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा क्षम्यतां सार्वधातुकसंज्ञा एव करेक्ट् सार्वधातुकसंज्ञा प्राप्नोति अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति षि इति भागः यदा अकारः शप् निमित्तीकृत्य षि इति अङ्गं तस्य गुणः भवति गुणस्य अङ्गं क्षम्यतां गुणः भूत्वा षे इति भवति षे योगः अयोगः ति इति इदानीं स्थितिः तत्र सन्धिकार्यम् एचो यवायावः इति यातावान्तदेशसन्धिः तत्र ऐ इति आदेशः भवति. अतः क्षययोगः ति, इदानीं क्षय इति अङ्गं, क्षयति इति रूपम्. अवगतं वा? अवगतम्. उत्तमम्. अस्तु, अस्माकम् अद्यतनकरपत्रम् उद्घाटयतु कृपया. विजया भगिनी पठति वा? आं पठामि भगिनि. द्वितीयकरपत्रं महोदय, 2A, 2A मध्ये द्वितीयकरपत्रम्. उपधायाम् अपि गुणः. पठतु भगिनि. उपधायाम् अपि गुणः सूत्रसहिता दृष्टिः. द्वादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम्. द्वादिगणे धातोः अन्ते ईक् वर्णः, ह्रस्व इकारः, दीर्घ ईकारः, उकारः, ऊकारः, ऋकारः, ऋकारः अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू इति धातु, तत्र भो इति आगच्छति, जि इति प्रातिपदिकं, तत्र प्रातिपदिकमेव खलु भगिनि, तत्र जि इति, तत्र जे इति परिवर्तनम् आगच्छति. श्रु इति तत्र सर् इति धातुः एव भगिनि, धातुः प्रातिपदिकं तु सुबन्तपदकृते किल. धातुः श्रु इति तत्र सर् इति परिवर्तनम् आगच्छति. इदानीं करपत्रे श्रु इति एस् एफ् इति सूचे दृश्यते, किञ्चित् करणीयं वा? कुत्र कुत्र महोदय? अत्र अधोभागे PDF इति अस्ति किल, तद् उद्घाटयन्तु. अत्र तु किञ्चित् फाण्ट् मध्ये क्लेशः अस्ति, अतः रेपः न दृश्यते. तत् PDF उद्घाटयन् उद्घाटयति चेत् तत्र दृश्यते रेपः. अत्र अधोभागे अस्ति, ब्लू कलर् मार्कर् अस्ति किल अधोभागे, तत्र अस्ति रेपः इति. भगिनी पठतु भगिनि. द्वितीयगणे धातोः उपधायां लघु इक् वर्णः इ उ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः, यथा बुद्ध, बुद्ध इत्युक्ते तत्र बोध्, कृष् इत्युक्ते तत्र कर्ष् इति आगच्छति, परिवर्तनम् आगच्छति. अत्र बुद्ध धातौ उकारः उपधासंज्ञकः, कृष् धातोः ऋकारः उपधासंज्ञकः. वदतु भगिनि, अवगतवती इति एतद् भागं वदतु भगिनि प्रथमं. द्वादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम्. एतत् न अवगच्छामि भगिनि, एतत् किम् इति? अवस्थाद्वये गुणः, अवस्थे इत्युक्ते स्थानं, स्थानद्वये यत्र गुणः भवति, यत्र गुणः भवति. एतत् पूर्वमेव वयं दृष्टवन्तः ईक् इति स्थाने किम् आगच्छति इति पूर्वमेव दृष्टं. द्वादिगणे धातोः अन्ते ईक् वर्णः इृ अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू इत्युक्ते तत्र उकारः अस्ति, तत्र गुणकार्यं कृत्वा ओ आगच्छति. अनन्तरं जि इत्युक्ते तत्र इकारः अस्ति, तत्र ए इति स्थाने जे इति आगच्छति. सूत्रं किं भगिनि? सूत्रं केन सूत्रेण आगच्छति? इदानीमेव वयं दृष्टवन्तः किल सार्वधातुकयोः गुणः गुणः भवति तत्र उत्तमं तदेव भुवादिगणे धातोः उपधायां लघु इक् वर्णः ई ऊरु इति ह्रस्ववर्णः अस्ति चेत् तत्र वर्णस्य गुणः भवति उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः इत्युक्ते तत्र बुद् इति ह्रस्व उकारः अस्ति परिवर्तनम् अस्ति चेत् तत्र उकारः ओकारः भवितुम् अर्हति अतः तत्र बोध् इति आगच्छति कृष् इत्युक्ते तत्र कर्ष् इति परिवर्तनम् अस्ति अत्र बुद् धातौ उकारः उपधासंज्ञकः उकारः एव तत्र अतः तत्र उपधा इत्युक्ते तत्र अन्तिमवर्णस्य पूर्ववर्णम् उपधा इति संज्ञकः कृष् धातौ ऋकारः उपधासंज्ञकः तत्र अस्ति उत्तमं भगिनि धन्यवादः धन्यवादः स्पष्टमस्ति वा सर्वेषां कृते अग्रे सरामः वा रघुपति आचार्यमहोदय गते पाठे प्रथमदशायाम् इगन्तावस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम् यस्य धातोः अन्तिमवर्णः इ उ रु नाम इक् प्रत्याहारे कश्चन वर्णः सः धातुः इगन्तधातुः सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुक आर्धातुकयोः इत्यनेन सूत्रेण इदानीं द्वितीयदशायाम् इक् उपधा अवस्थायां गुणः कथं भवति इति पश्यामः अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति पूर्णदृष्टिः अपि अस्ति आदौ लघुकथाम् अवलोकयामः अग्रे अस्तु प्रथम लघुकथा इति भागः पठतु महोदय लघुकथा बुद् भवति बोधति बुद् इत्युक्ते बोधति अत्र उकारः ह्रस्वः बुद् धातोः उपधायां इक् प्रत्याहारस्य इक् प्रत्याहारस्य सदस्यः च अस्याम् अवस्थायां बुद्धातुः भ्वादिगणे सन् उकारस्य गुणः शप् विकरणप्रत्ययः एव कारणं किमर्थम् इति चेत् अग्रे तत् पठतु पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च सप्तमे अध्याये तृतीयपादे त्रयशीतिः सूत्रम् अस्ति षडशीतिः सूत्रम् अस्ति धातोः उपधायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे सार्वधातुकसंज्ञकप्रत्ययः धातोः अनन्तरम् इति एतद् वदतु महोदय बिन्दुद्वयं किं वदति इति बिन्दुद्वयं प्रथमा अस्ति बुद् इत्युक्ते बोधति अत्र उकारः ह्रस्व उकारः उपधायमस्ति बुद् अन्तिमवर्णस्य पूर्ववर्णः अस्ति पेनल्टिमेट् उकारः एतद् बुद्धा तु भवादिगणे अस्ति अतः तस्य विकरणप्रत्ययः अस्ति शप् शप् शित् प्रत्ययः अस्ति अतः तस्य गुणकार्यं भवति सार्वधातुक अर्धधातुकयोः सार्वधातुक किङ्क्षित् प्रत्यये इति कारणेन किमर्थं शब्दीकरणप्रत्ययकारणम् ओके पुगन्तलघुपदस्य च इति सूत्रमस्ति पुगन्तलघुपदस्य धातोः उपधायां लघु लघु इक् चेत् तस्य गुणः भवति यदा यदा सार्वधातुक सार्वधातुके सार्वधातुकपरे सार्वधातुकपरे सार्वधातुके परे अस्ति तदा तस्य पूर्वम् इक् उपधायाः इकः गुण गुण भवति इति अस्तु तत्र लघुइक एव ओके लघु इक् इत्युक्ते इकारः उकारः हृकारः एव दीर्घत्वं नास्ति यदा अहं ह्रस्वमेव ह्रस्वमेव लघु इति वदामः यदा अहं पूर्वं पूर्वम् उक्तवती इक् प्रत्याहारे यदा ई ऊरुळ् इति आगच्छति तत्र अष्टादशस्य अपि स्वीकरणं भवति प्रथमवारं परन्तु अस्माकं गुणकार्यस्य कृते यदा अन्तिम अन्तिम इक् वर्णः अस्ति चेत् तत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणः भवति तत्र तु ह्रस्वदीर्घम् एव परन्तु उपधायां लघु इक् वर्णः एव अवगतं वा तद्भेदः द्वयोः सूत्रयोः सार्वधातुक आर्धधातुकयोः इति सूत्रे दीर्घ ह्रस्व अपि पुगन्तलघुपदस्य इति सूत्रे लघु इक् ह्रस्व इक् एव परन्तु इक् इति प्रत्याहारः स्वीकुर्मः चेत् अष्टादश अपि अस्ति परन्तु अस्माकं प्रसङ्गः एतदेव भगिनी मम एकः प्रश्नः पुगन्तम् इति पुगन्तं विव आम् आं वयं अहं वयं द्रक्ष्यामः अस्मिन् करपत्रे एव अस्ति महोदय पुगन्तविषये भगिनी वदतु भगिनि तदेव भगिनि मम प्रश्नः अपि पुगन्तविषये आगच्छति अस्ति अस्मिन् करपत्रे एव अस्ति प्रथमं लघुपदस्य वयं द्रक्ष्यामः अनन्तरं पुगन्त इति विषये द्रक्ष्यामः अस्तु भगिनि तत्र उपधायां गुणः इति कुतः आगतः पुगन्तलघुपदस्य च इति सूत्रं सूत्रे वा न न न अत्र बुध् बोधति उकारः सः अस्ति उकारः तु तत्र ऐ मीन् उ उपधा अस्ति अत्र किल तर्हि उपधायाः गुणः इति कः ऐ मीन् किं सूत्रं दर्शयति तदपि सार्व न न न पुगन्तलघुपदस्य च इति सूत्रमेव तदेव विधिसूत्रमस्ति अत्र तदेव दर्शयति अत्र उपधायां लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवतु इति पूर्णतया वयं सूत्रं न दृष्टवन्तः किल इदानीमेव परिचयरूपेण अस्ति आगच्छति यदा अनुवृत्तिसहितसूत्रं सर्वं द्रक्ष्यामः चेत् स्पष्टता भवेत् भगिनि एकः प्रश्नः अस्ति अवस्थाद्वये इत्युक्ते स्थानद्वयं भगिनि स्थानं स्थानं कुत्र भवति स्थानं कण्डिशन् इति वदतु धातोः दीर्घं भवति दीर्घ उकारं भवति चेत् हैपोथेटिकलि ते सूत्रं न स्वीकृतं वा उपधायां वा उपधायां दीर्घ उकारं भवति चेत् न लघुपदमेव लघुपदमेव वियर्ड् नास्ति महोदय समीचीनप्रश्नः एव अस्तु इदानीं रमाबाई भगिनी पठति वा तृतीयबिन्दुः बुद्ध बुद्ध योगः शप् योगः ति शप् षित् अस्ति अतः सार्वधातुकम् अतः भुगन्तलघुपदस्य च इत्यनेन उकारस्य गुणः बोधति. पूर्णकथा आं पठतु भगिनि. पूर्णकथा प्रथमं बुद्ध लट् लकार विवक्ष वक्तुम् इच्छा लट् प्रत्यये विधीयते. बुद्ध योगः लट् लट् स्थाने प्रथमपुरुषैकवचने टिप् प्रत्ययस्य आदेशः. बुद्ध योगः टिप् हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन पकारलोपः. बुद्ध योगः ति तिङ्क्षित् सार्वधातुकम् इत्यनेन ति तिङ् अतः सार्वधातुकसञ्ज्ञकः. कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे ति इति सार्वधातुके परे शप् प्रत्यये विहितः. बुद् योगः शप् योगः ति लषच्छदतिरे लषक्वदिते इत्यनेन सूत्रेण लकारः षकारः ककारः ककवर्गो वर्गे स्थिते वर्णानाम् इत्संज्ञा प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत् हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन षकारपकारयोः लोपः. बुद् योगः अयोगः ति अनन्तरमपि पठामः वा? न न एतद् वदतु भगिनि, किम् अवगच्छति इति वदतु एकवारं. पूर्णकथा इति भागं स्वीकृत्य एकमेकं स्वीकृत्य वदतु. बुद्ध इति बोधति धातुः बोधति क्रियापदस्य धातुः बुद्ध. उत्तमं. लट्लकारः बुद्ध योगः लट् लट् लट् लष्टाने प्रथमपुरुषैकवचने टिप् प्रत्ययस्य आदेशः. अत्र लट् स्थाने प्रथमपुरुषैकवचने टिप् प्रत्ययस्य आदेशः. बोधिति भवति तत्वा न तृतीयम् इदानीं भवती द्वितीयम् उक्तवती. बुद्धयोगः लट् तत्र लट् स्थाने टिप् इति आदेशः भवति. इदानीं तस्य पकारस्य लट् स्थाने प्रथमरूपैकवचने टिप् प्रत्ययस्य आदेशः भवति. बुद्धयोगः टिप् अत्र हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन पकारलोपः. बुद् अवगच्छति किल? किल पकारस्य लोपः वर्तते हलन्त्यम् इति सूत्रं पकारस्य लोपः भवति. उत्तमम्. अनन्तरं किं भवति भगिनी? अनन्तरं किं भवति चतुर्थसोपानं वदतु भगिनि. बुद्ध योगः टि इति भवति. तिंशित् सार्वधातुकम् इत्यनेन टि तिङ् अतः सार्वधातुकसञ्ज्ञः टि बुद् बुद् टि कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे टि इति सार्वधातुके परे शप् प्रत्ययः विहितः. बुद्ध टि शप् इति विकरणप्रत्ययः आगच्छति. कर्तरि शप् इति सूत्रं वयं पूर्वं न दृष्टवन्तः. प्रथमवारम् एवम् एतत् कर्तरि कर्त्रार्थे कर्तरि प्रयोगे सार्वधातुकप्रत्यये परे शप् इति विकरणप्रत्ययः आगच्छति इत्येव सूत्रं वदति. पूर्णसूत्रं वयम् अग्रे द्रक्ष्यामः, परन्तु सूत्रस्य अर्थम् एवम् अस्ति. कर्तरि कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् प्रत्ययः विहितः इति. पञ्चमं वदतु भगिनि इदानीं. बुद्ध योगः शप् योगः ति लषक्षते लषक्व लषक्व तद्धिते लषक्व लषक्व तद्धिते इत्यनेन सूत्रेण लकारः षकारः क वर्गः स्थिते वर्णनं निस्संज्ञाप्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत् एतत् सूत्रं लकारः षकारः क वर्गः स्थिते वर्णानां निस्संज्ञा प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत् अत्र षकारः अस्ति. अत्र षकारः शप् इति प्रत्यये षकारः अस्ति. तद् आदौ अस्ति. तस्य इत्संज्ञा एतत् सूत्रेण भवति. शप् इति सम्यक् न अवगतम्. शप् इति विकरणप्रत्ययः. तद् मध्ये आगच्छति किल. तत्र षकारः इति लषक्व तद्धिते इति सूत्रेण षकारस्य इत्संज्ञा भवति. अस्तु अस्तु. पकारस्य इत्संज्ञा केन सूत्रेण भवति? हलन्त्यम्. उत्तमं. हलन्त्यम् इति सूत्रेण उत्तमम्. अनन्तरं किं भवति? अनन्तरं अकारः एव तत्र अस्ति. बुद्ध्योगः योगः इति उत्तमं तदेव अस्ति. बुद्ध इदानीं बुद्ध योगः अयोगः ति इति अस्ति. किं भवति इति द्रक्ष्यामः. धन्यवादः भगिनि. उमा भगिनी पठति वा? अस्ति वा भगिनि? अस्तु. हरिप्रसाद् महोदय पठति वा? आं भगिनि. पुगन्तलघूपधस्य च पूर्वतने पाठे अस्माभिः दृष्टं यत् अ शप् इत्यस्य प्रतिनिधिः शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव. शकारस्य संज्ञा अतः अवशिष्टः आकारः षित् अस्ति. षित् अस्ति अतः तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण शप् अधुना अकारः सार्वधातुकसंज्ञकप्रत्ययः. तदा पुगन्तलघूपदस्य च इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व इकः गुणः भवति. पूर्वतने पुनः किञ्चित् अवगमनार्थं पठामि वा, अन्यथा अग्रे गच्छामि वा? न न, पठतु महोदय. अस्तु, पठित्वा वदतु किम् अवगच्छति. अस्माकं स्थितिः अस्ति बुद्धयोगः अयोगः ति इति षष्टमबिन्दु सोपानमस्ति, तत्र पुगन्तलघुपदस्य च इति सूत्रम् आगच्छति. किं वदति? हा, अत्र शप् शप् प्रत्ययः आसीत् तस्य, तत्र श अपि च शकारस्य पकारस्य लोपः जातः, अ एव अवशिष्टः. किन्तु अत्र किं अस्माकं ऐ मीन् मुख्यः विषयः इत्युक्ते, यद्यपि अत्र अ अस्ति, तत्र प्रत्ययस्य लक्षणम् अत्र तथापि तिष्ठति इति. अनन्तरं तस्मात् कारणात् लक्षणम् अस्ति कारणात् अकारः अपि षित् इति ज्ञायते. पुनः वयं जानीमः तिङ् षित् सार्वधातुकम् इति. तदर्थं यत् अवशिष्टं तत्र पदमस्ति अ, सः अपि सार्वधातुकप्रत्ययः इति. अनन्तरं पुगन् अत्र मया न अवगतं पुगन्तलघुपदस्य च अस्मिन् येन सूत्रेण किं भवति इति दत्तमस्ति अत्र. उपधायां कः वर्णः अस्ति? उपधायां लघु उकारः अस्ति, तस्य गुणः भवति इति एतत् सूत्रं वदति. एतत् सूत्रं षष्टी विभक्त्याः अस्ति, तदर्थं गुणः इति योजयामः किल. आं, तत् पूर्णसूत्रं वयम् अग्रे द्रक्ष्यामः, परन्तु एतत् सूत्रेण एव यदा लघु लघुपद इत्युक्ते उपधायां यदा लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति इति एतत् सूत्रं वदति. अत्र बिन्दुद्वयम् अस्ति किल अग्रिम अन्तिमबिन्दुद्वयं, तदपि पठतु महोदय, सप्तम अष्टम. अस्तु, बोध बोध अपि च ति वर्णमेलने बोधति इति आगच्छति. आम्, पुगन्तलघुपदस्य च इति सूत्रेण यदा उकारः अस्ति उपधायां तस्य गुणः बो इति भवति, बोधति बोधति इति रूपं भवति इति एतत् सूत्रं वदति. सूत्रस्य एतद् भागमेव पठित्वा वयं समापयामः अद्य. भगिनी, एकः सन्देहः अस्ति अत्र, वयं दृष्टवन्तः षित् प्रत्यय षित् प्रत्यय प्रत्यय आधारेण सार्वधातुक आधातुकसंज्ञा प्राप्नोति अतः गुणः भवति इति. अत्र पूर्वं यदा शिप् नास्ति चेत् शप् प्रत्ययः नास्ति चेत् ति अपि सार्वधातुक आधातुक सूत्र आधारेण गुणः भवति अत्र सार्वधातुक आर्धातुकः अस्ति अपि शप् अपि आर्धातुकः. यदि शप् नास्ति मध्ये तदापि गुणः भवति वा? उत्तमप्रश्नः, परन्तु न भवति. किमर्थम् इति वदामि, यदा अस्माकं वयं दृष्टवन्तः किल तुदादिगणे इति, तत्र षकारः इति विकरणप्रत्ययः आगच्छति. तत्र लिक् इति धातुः स्वीकुर्मः. लिक् योगः षकारः योगः ति. इदानीं तिंशित् सार्वधातुकम् इति ति इति सार्वधातुकसंज्ञकः इति वदामः. परन्तु षकारः षित् अस्ति, परन्तु तत्र तु पकारः नास्ति, अतः तत्र गुणः न भवति. तद्वयम् अग्रिमपाठः तदेव अस्ति, परन्तु प्रश्नः उत्तमप्रश्नः, तत्र न भवति. पकारस्य अपि तत्र बहु किमपि महत्त्वम् अस्ति. पकारः अस्ति अतः एव गुणस्य बाधा न भवति. पकारः नास्ति चेत् गुणः अपि न भवति. तदागच्छति अग्रिमपाठः. उत्तमप्रश्नः महोदय. कण्डीशन्स् आम् अस्तु. अत्र वयम् अद्य अत्र एव स्थगयामः, परन्तु अस्माकं पुस्तकम् अस्ति किल पाणिनीयधातुपाठः इति पुस्तकम् अस्ति किल, अन्यपुस्तकं, तत्र एतद् प्रथम तत्र पेज् नम्बर् अहं वदामि. तत्र पेज् नम्बर् 23 पाणिनीयधातुपाठः इति पुस्तके, तत्र भुवादिगणस्य इगन्तदातवः इति दत्तमस्ति. तत्र केचन दातवः स्वीकरोतु गृहपाठेन, तत्र एतत् सूत्रद्वयं परिशीलयतु कथम् आगच्छति इति. एतत् किञ्चित् इगन्तदातवः, उकारान्तदातवः, ऊकारान्त अपि अस्ति, कुत्र आगच्छति कुत्र न आगच्छति इति अपि परिशीलयतु. स्वीकरोतु किञ्चित् दशदातवः वा यत्किमपि, लघु इगुपद इति सर्वम् अस्ति अत्र. तत्र कथं दत्तम् अस्ति इति अपि वदामि. क्रमसङ्ख्या अस्ति, धातुः अस्ति, अनन्तरं निरनुबन्धधातुः, तदेव वयं स्वीकरणीयं. प्रथमं तु अनुबन्धेन अस्ति, अनन्तरं निरनुबन्धः अस्ति, तदेव स्वीकरोतु. प्रयत्नं करोतु केन सूत्रेण गुणः भवति, किं कुत्र न भवति इति अपि पश्यतु. यदा दीर्घ ईकारः वा अस्ति चेत् उपधायां किं भवति इति अपि पश्यतु. गृहपाठरूपेण तत् करोतु. अग्रिमसप्ताहे वयं तद् परिशीलयिष्यामः. 23 महोदय. अहं गृहपाठम् इति लिखित्वा अपि प्रेषयिष्यामि. अत्र अद्य किमपि सन्देहः अस्ति वा भगिनि? मम समीपे तद् पुस्तकं नास्ति, तर्हि PDF किमपि अस्ति वा नेट् मध्ये? अहं न जानामि, परन्तु भवती द्रष्टुं शक्नोति आर्कैव्स् मध्ये अस्ति वा इति पश्यतु. यदा न अस्ति चेदपि यत्र कुत्रापि धातुपाठः किमपि स्वीकरोतु भगिनि, तत्रापि किं दशधातुः स्वीकृत्य परिशीलयतु. भुवादिगणे एव, अन्यत्र कुत्रापि न. किमर्थम् इत्युक्ते अन्यसूत्राणि आगच्छति तत्र. अस्तु धन्यवादः. विभराभ्याम् इत्युक्ते किं, कुत्र कुत्र अस्ति भगिनि? 23 पेज् मध्ये इकारान्तः दातवः अनन्तरं विभराभ्यां स्थूलाक्षरमस्ति खलु तत्र विभराभ्यां जेः सूत्रम् अस्ति भगिनि, सूत्रमस्ति भगिनि, तद् न तद् न आवश्यकं, धातुः एव स्वीकरोतु भगिनि. धन्यवादः. धन्यवादः.